अदादिगणे हलन्तधातवः इति विषयः इदानीमपि प्रवर्तते। तत्र नमस्ते महोदय, अमीन अस्मि। अत्र बहवः धातवः पठितः, इदानीम् अग्रे गच्छामः। अग्रे इदानीं वयं कुत्र स्मः? एकनिमिषम्। तर्हि षष् धातु खलु, तर्हि षष् धातु इदानीं गतरविवासरे अस्माभिः आरब्धः षष् धातु। तत्र षष् मध्ये सकारातधातुः अस्ति परस्मैपदी, अतः केचन नूतन परन्तु केचन भिन्नसूत्राणि कार्यं कुर्वन्ति। तर्हि इदानीं पुनः एकवारं पठामः। तत्र कः अस्ति? मीनामहोदय कः अस्ति? मदर् महोदय पठतु षष् धातु। आं महोदय, सकारान्त सश सस् धातु परस्मैपदि स्वप्ने निरबन्धधातोः सिद्धिः सत्त्वं धात्वादेः सः उपदेशावस्थायां धातोः आदौ शकारः अस्ति चेत् शकारस्य स्थाने सकार आदेशो भवति। धातोः आदि अनुवृत्तिसहितसूत्रं धात्वादेः शः सः उपदेशे उपदेशावस्थायां धातु आदौ शः अस्ति, तत् तालव्यशकारः आदेशो भवति। उपदेशे अजानास्ति यत् शस् धात्वादेः शः सः सस् इति धातु अङ्गकार्यम् उपधायां ह्रस्वकारः लघु इक् इति न, अतः अङ्गकार्यं नास्ति। सन्धिकार्यं लोटि सस् योगः हि हुजल्भ्योर्येदिः सस् योगः धि च इति सूत्रेण सकारस्य लोपो भवति, सधि इति भवति। लङि हल्याभ्यो दीर्घा श्रुतिसपृक्तं हल् इत्यनेन हल् उत्तरस्य अपृक्तसंज्ञकः प्रत्ययस्य लोपः, लङि तकारलोपः सकारलोपः च। असस् योगः त हल्याभ्यो दीर्घा श्रुतिसपृक्तं हल् इत्यनेन असस् इति भवति, तकारस्य लोपो भवति। तिप्यनस्तेः इत्यनेन पदान्तस्य सकारस्य दकारादेशः असद् असस् योगः तकारः उपरि इव असद् वावसानि इत्यनेन विकल्पेन पदान्ते चत्वादेशः भवति, द्वरूपम् असत् असत् इति रूपम्। तर्हि इदानीं सकारं धातुः अस्ति, परस्मैपदी अस्ति, अतः तिप्यनष्टेः सिपि धातोरुर्वाः इति सूत्रद्वयं प्रसक्तं भवति। तर्हि वस्तुतः अस्माकं परिचितसूत्रद्वयमस्ति, परन्तु सामान्यतया अस्माभिः बहुवारं न पठितम्, अतः पुनः एकवारं पठामः। तर्हि अग्रे गच्छामः। इदानीं मीना महोदय तिप्यनष्टेः पठतु। तिपि अनस्थेः पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे, परन्तु अस् धातोः न भवति, अस् धातौ न भवति। इदं सूत्रं ससजुषोरुः इत्यस्य अपवादः सकारस्य दकारः न अस्तिः नास्तिः तस्य अनस्थेः तिपि सप्तम्यन्तम् अनस्तेः षष्ट्यन्तं द्विपदमिदं सूत्रं सजुषोः रुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः वसु स्रंसु ध्वंसल् अनु दुहां दः इत्यस्मात् दः इत्यस्य अनुवृत्तिः पदस्य अधिकारः अनुवृत्तिसहितसूत्रं पदस्य सह दः तिपि तिपि अनस्तेः किं लिखितम् अत्र तिपि परे पदान्ते यस्य सकारः अस्ति चेत् सजुषौ दुः न साधारणतया सजुषौ रुः इति सूत्रेण रुः भवति तदनन्तरं विसर्जिनेः भवति तस्य अपवादः अस्ति सकारस्य दकारः भवति तिपिवरे परन्तु अस्तु धातोः न भवति तर्हि सकारान्तपदमस्ति चेत् सकारान्तपदमस्ति चेत् तदनन्तरं टिप् प्रत्ययः अस्ति चेत् सकारस्य ऋत्वं न भवति शुश्रूषुरुः इति कार्यं न करोति परन्तु सकारस्य स्थाने दकारः आगच्छति अतः असस् योगहत्त यत् अस्ति लङ् लकारार्थं पुरुष एकवचनं तत्र हरण्याभ्यो दीर्घात् इति सूत्रेण सकारस्य ऋतो भवति असस् इति अवशिष्यते इदानीं पदान्ते सकारः अस्ति परन्तु सकारानन्तरं यद्यपि प्रत्ययस्य लोपः भवति परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययः तु तिष्ठति लक्षणं तिष्ठति अतः तिप् परे सकारस्य ऋत्वं न भवति परन्तु दकारः भवति असद् तदनन्तरं वा अवसाने इत्यनेन असद् अतः असद् असद् इति रूपद्वयं भवति तिप्यनस्तेः इति सूत्रेण अग्रे अस्ति ससजुषोरुः पठतु पदार्थे स जुजुषोरुः पदान्ते सकारस्य सकारस्य सजुषु शब्दस्य षकारस्य च स्थाने रु आदेशो भवति अलोन्तस्य इत्यनेन पदान्तस्य वर्णस्य स्थाने रु आदेशः सज्ज सुजुश्च सजुषौ इतरद्वन्द्वः तयोः ससजुषोः ससजुषोः षष्ट्यर्थं रुः प्रथमान्तं द्विपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ससजुषो पदस्य रुः एतत् सूत्रं पठितमेव यत्र पदान्तस्य सकारः अस्ति चेत् ऋत्वं भवति तदनन्तरं विसर्गः भवति सूत्रं तु केवलं ऋत्वमेव वदति विसर्ग अन्यसूत्रमस्ति अग्रे किं लिखितम् अत्र वस्तुतः वस्तुतः जलां जशो अन्ते इति अत्र सर्वसामान्यसूत्रं तस्य अपवादः सजुषोरुः पुनः सजुषोरुः इत्यस्य अपवादः तिपि अलस्तेः सजुषोरुः जलां जशोन्ते इत्यस्य अपवादः भवति पदान्तस्य अत्र जश् जल् वर्णः अस्ति चेत् जष् भवति तस्य अपवादः सजुषोरुः भवति तस्य अपवादः तिपि अनस्तेः इति सूत्रं भवति सकारस्य दकारः भवति तर्हि झलां जशोन्ति इति सामान्यसूत्रं पदान्ते झल् वर्णः अस्ति चेत् तस्य स्थाने तृतीयवर्णः भवति इदानीं सकारः अपि झलाम् अस्ति परन्तु सकारस्य तृतीयवर्णः न भवति किमर्थम् अपवादत्वेन ससजुषोरुः इति सूत्रं कार्यं करोति सकारस्य ऋत्वं भवति परन्तु तस्य अपि अपवादः अस्ति तिप्यनस्तेः यत् पदान्ते सकारः अस्ति परन्तु अग्रे तिप् प्रत्ययः अस्ति चेत् दकारः भवति न तु ऋत्वं भवति आगच्छति वा अस्तु अग्रे अहं पठामि वा तर्हि अत्र पश्यतु ससजुषोरुः वस्तुतः पूर्वत्र सिद्धमिति अधिकारे परसूत्रमस्ति झलां जशुवन्ते तर्हि सामान्यतया पूर्वत्र सिद्धमिति अधिकारेण परसूत्रमेव कार्यं करोति पूर्वसूत्रमेव कार्यं करोति खलु परन्तु अत्र परत्वात् अपि ससजुषोरुः एव कार्यं करोति झलां जशुवन्ते सूत्रस्य अपेक्षया किमर्थम् अपवादः पूर्वत्र सिद्धम् अधिकारे अपि अपवादः अस्ति चेत् तस्य कार्यमेव प्रथमं भवति परसूत्रमस्ति चेदपि तस्य कार्यं प्रथमं भवति तत्र सिद्धं किमपि नास्ति यतोहि परत्वात् यदि कोऽपि कार्यं न करोति इति चिन्तयति चेत् सूत्रं निरवकाशं भवति खलु. अतः अपवादः भवति चेत् तस्य कार्यमेव करणीयं, तस्य कार्यमेव भवति. अतः सदृशरुः अति यद्यपि परसूत्रमस्ति पूर्वोत्तरसिद्धमिति अधिकारे, परन्तु अपवादः अस्ति अतः तस्य कार्यमेव भवति. तदनन्तरमपि तिप्यरस्तेः अपि ससजुषुरुः इति सूत्रस्य अपेक्षया परसूत्रमस्ति, पूर्वकसिद्धम् अधिकारः अस्ति, तस्यपि तथापि अपवादत्वात् तस्य एव कार्यं भवति तिप्यरस्तेः इति अस्ति. अस्तु, सर्वे आगच्छन्ति वा इदानीं पर्यन्तम्? अस्तु, तर्हि अत्र नूतना छात्रा इति अहं पश्यामि, सुवर्णा महोदय इति अस्ति वा? नमस्कारः. स्वर्णभगिनी स्वागतम्. सुवर्णभगिनी अस्ति वा? नमस्कारः. सा मीट् मध्ये अस्ति वा? अस्तु, विजयमहोदय भवती जानाति वा सुवर्णभगिनी? आम् आम् जि. तस्याः विजयमहोदय भवत्याः एको भवति अत्र. अत्र भवती द्विवारं किमर्थम् अत्र आगच्छति? अत्र स्क्रीन् मध्ये भवत्याः नाम द्विवारं दृश्यते, अतः एक डिस्कनेक्ट् करोतु, अन्यथा एको भवति. इदानीं सम्यक् अस्ति वा जि? न, किञ्चित् एको इदानीमपि अस्ति. अस्तु अस्तु, अहं भवती एकनिमिषम् एकनिमिषं साधनद्वयेन आगच्छति इति अहं द्रष्टुम् इदानीं सम्यक् अस्ति वा? हा, इदानीं सम्यक्. आम्, ते भवती जानाति वा सुवर्णभगिनीम्? इदानीं सम्यक् अस्ति वा जि? आमां, सम्यक् अस्ति. हा, अस्तु अस्तु, मया तु नूतनतया सङ्गणकं क्रीतवती, पुरातन सङ्गणकं सम्यक् नास्ति अतः एव. अस्तु, इदानीं किञ्चित् क्लेशः अस्ति. स्वर्ण नास्ति वा अत्र? स्वर्णमहोदये नास्ति, प्रायः म्यूट् मध्ये एव अस्ति. अस्तु अस्तु, सः जानाति वा विषयम् अथवा नूतन? आम्, अष्टाध्यायी वेङ्कटसुब्रह्मण्य तत्र व्योममध्ये अस्ति खलु, तत्र सः सम्यक्तया एतत् विषयं जानाति एव, परन्तु व्याकरणविषये सः सा जानाति वा इति अहं न सम्यक्तया न जानामि, परन्तु इण्ट्रेस्ट् अस्ति एतत् व्याकरणविषये श्रोतुमिच्छति एव. तर्हि सुवर्णमहोदय भवती श्रोतुं शक्नोति न वा इति न जानीमः, यतोहि भवती प्रथमवर्गः अस्ति एव अतः. परन्तु स्वागतं, शृणोतु, प्रश्नः अस्ति चेत् पृच्छतु, ध्वनिमुद्रणानि अपि सन्ति, तानि शृणोतु, पदपत्राणि अपि पठतु. अहं वदामि जि. विजयमहोदय, भवती तस्याः सहायतामपि करोतु. अस्तु, अग्रे गच्छामः. इदानीं विजयमहोदय अग्रे पठतु. सिपि धातोरुर्व लङ्लकारस्य सिपि परि. श्रूयते वा जि? श्रूयते वा? श्रूयते वा? अस्तु, लङ्लकारस्य सिपि परे सिपि धातो रुर्व इति सूत्रेण लङ्लकारस्य स प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारः आदेशः रुत्वं वा भवति, दकारः वा तत्र रेपः एव वक्तुं शक्नोति खलु जि? रुत्वम् इत्युक्ते रेपः, रकारः नास्ति सर्वत्र, रेपः एव. अस्तु जि, सिपि धातो रुर्वा इति सूत्रेण लङ्लकारस्य स्थाने सकारः सकारान्तपदस्य सकारस्य स्थाने तत्र विकल्पेन एव धकारः आदेशः धकारः वा रुत्वं वा आदेशः भवति इति. यथा असस् योगः सकारः न सकारः खलु इस् एव अत्र सकारः अस्तु असस् योगः सकारः अल्याभ्य दीर्घस्य श्रुति सप्रकृतं हल् इत्यनेन सकारस्य लोपः भवति असस् एव तत्र तिष्ठति सिपि धातो रुर्वा इत्यनेन विकल्पेन रु आदेशः अतः तत्र रूपं द्वयमस्ति असद् वा असरु इत्युक्ते असरु चेत् उकार उ इत्यस्य इत् संज्ञा लोपः च करावसानयोर्विसर्जनीयः इत्यनेन अवसाने तत्र रेपस्थाने विसर्ग आदेशः असः इति आगच्छति अपक्षे विकल्पेन असद् इत्युक्ते वा अवसाने इत्यनेन विकल्पेन चर् अतः तत्र चर् आदेशः भवति अतः तत्र असत् इति भवति चर् इति योजनेन दकारस्य स्थाने तकारः प्रथमवर्णः आगच्छति अतः तत्र असत् इति भवति तर्हि सिपि धातुः उर्वा अस्ति किं भवति सिप् प्रत्यये परे पदान्तसकारस्य विकल्पेन रु भवति तर्हि विकल्पेन रु भवति चेत् एकस्मिन् पक्षे रु अन्यस्मिन् पक्षे किं यत् यत् उपरितः अनुवृत्तिरूपेण आगच्छति दकारः तर्हि एकस्मिन् पक्षे दकारः एकस्मिन् पक्षे रु यत्र रु भवति असरु तत्र उकारस्य इत्संज्ञया इत्संज्ञायाः असर् इति अवशिष्यते रेफस्य स्थाने किं भवति विसर्गः करवसानयोः विसर्जनी तर्हि एकपदम् एकरूपं भवति असः अन्यस्मिन् पक्षे यत् असद् अस्ति तत्र वावसाने इत्यनेन पुनः विकल्पेन असद् भवति अतः आहत्य रूपत्रयं भवति असः असद् असत् तर्हि लङ्लकारे प्रथमपुरुष एकवचने असद् अथवा असत् मध्यमपुरुष एकवचने असः असद् असत् सूत्रं पठतु महोदय अत्र सिपि धातो रुर्वा इत्युक्ते पदान्तस्य सकारस्य रु आदेशः भवति दकारो वा सिपि परे अत्र वा इति समुच्चयार्थे येन विधि तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य आदेशः धातोः उक्तं परसूत्राणाम् अर्थपूर्तिकृते प्रकृतसूत्रे आवश्यकता नास्ति सिपि सप्तम्यन्तं धातोः षष्ट्यन्तं रुः प्रथमान्तं वा अव्ययपदम् अनेकपदमिदं सूत्रं ससजुषो रुः इत्यस्मात् सः इत्यस्य अनुवृत्तिः वसु स्रंसु ध्वंस वनडु हां दह इत्यस्मात् दह इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सः धातोः पदस्य रुः दह वा सिपि इति तत्र अनुवृत्तिसूत्रमस्ति सिपि धातो रुर्वा इति पूर्वमेव वयं दृष्टवन्तः पदान्तस्य सकारः अस्ति चेत् तत्र रु आदेशः भवति दकारः वा विकल्पेन भवति सिपि परे अस्ति चेदेव एतदेव तत्र निमित्तं भवति अत्र वा इति समुच्चयार्थे एव अत्र अस्ति येन विधि तदन्तस्य इति सूत्रेण तत्र तदन्तविधिः भवति अलोन्त्यसि इत्यनेन अन्तिमवर्णस्य एव आदेशः भवति तत्र धातोः इति उक्तं तत्र परसूत्राणाम् अर्थपूर्तिकृते तत्र परसूत्रमस्ति अत्र एतत् सिपि धातोरुर्वा इति अष्टाध्याये द्वितीयपादे चतुस्सप्ततितम सूत्रस्य तत्र किमस्ति जि अत्र अर्थपूर्तिकृते एतत् धातोः लिखितमस्ति खलु वस्तुतः अस्मिन् सूत्रे धातोः इति पदस्य आवश्यकता नास्ति परन्तु अनन्तरं ये यानि सूत्राणि आगच्छन्ति तत्र अनुवृत्तिरूपेण धातोः गच्छति तेषाम् अर्थपूर्ति कृते धातोः आवश्यकता अस्ति अतः अनुवृत्तिरूपेण अग्रे यानि सूत्राणि सन्ति तत्र अस्य धातुः इति शब्दस्य महत्त्वम् अस्ति, परन्तु अस्मिन् सूत्रे धातुः इति तस्य आवश्यकता नास्ति इति लिखितम्। अतः लिखितमस्ति धातुः उक्तं परसूत्राणाम् अर्थपूर्ति कृते प्रकृतसूत्रे आवश्यकता नास्ति। तत्र परसूत्रं तत्र किमस्ति? अत्र अनन्तरं यानि सूत्राणि आगच्छन्ति तत्र तर्हि इदा सिपिधातुरुर्वा सर्वे आगच्छन्ति? प्रश्नः अस्ति वा इदानीं पर्यन्तं? नास्ति। अस्तु, तर्हि अग्रे पठतु। प्राचीनी प्राचीनैः उच्यते। अहमेव वा? अस्तु, प्राचीनैः उच्यते यत् सुस्रंसु द्वंस दंस्वण दंस्वणडु हां दह इत्यस्मात् दह इत्यस्य अनुवृत्त्य दकारस्य पक्षः सिद्ध्यति साक्षात् अनेन एव सिपिधातुरुर्वा इति सूत्रेण। नवीनैः उच्यते यत् आवश्यकता नास्ति यतोहि रु अपेक्षे सकारस्य स्थाने दकार आदेशक जलां जशोन्ते इत्यनेन परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् ससजुषो रुः जलां जशोन्ते इत्यनयोर्मध्ये ससजुषो रुः इत्यस्य अपवादभूतत्वात् जलां जशोन्ते इत्यस्य पुनः नितराम् अवकाशः नास्ति एव। इत्थञ्च सिपि धातो रुर्वः इत्यनेन एव रुश्च दच्च क्रियते। अत्र पूर्वतनव्याकरणः अनन्तरम् अद्यतनव्याकरणः एतत् अद्यत्वे व्याकरणविषये व्याकरणाः किं चिन्तितवन्तः चेत् तत्र सिपि धातो रुर्वः इति सूत्रेण दकारः सकारस्य स्थाने दकारः आगच्छति। एतत् एकपक्षमस्ति। अनन्तरं जलां जशन्ति इत्यनेन दकार सकारस्य स्थाने दकारः रु अपेक्षे अत्र सकारस्य स्थाने दकारः आदेशः भवति इति जलां जशन्ति इति सूत्रेण एव भवति इति उक्तवन्तः। परन्तु अद्यत्वे आधिक्येन समीचीनतया एतदेव भवन्ति इति किम् अस्ति चेत् ससजुषोरुः एतत्तु षष्ठाध्याये अष्टाध्याये द्वितीयपादे षष्टिः तमसूत्रम् अनन्तरं तत्र जलां जशोन्ते तु पूर्वतनसूत्रमस्ति एकोनषष्टिः इति इत्यनयोः मध्ये ससजुषोरुः इति इत्यस्य अपवादसूत्रमस्ति। अपवादसूत्रत्वात् जलां जशन्ते एव पुनः तत्र आगच्छति चेत् परन्तु तत्र नितरम् आवश्यकता नास्ति एव इति तत्र दत्तं। किमर्थं चेत् सिपि धातुरुर्वाः इति परसूत्रमस्ति इत्यनेन एव रुच्य दच्च इति क्रियते इति तत्र दत्तं तावदेव। सिद्धान्तः अस्ति सिपि धातुरुर्वा अत्र अस्माभिः पठितं रन्सु स्रन्सु इति सूत्रात् दकारः दह इति पदस्य अनुवृत्तिः भवति अतः वयं ज्ञातुं शक्नुमः एकस्मिन् पक्षे रु एकस्मिन् पक्षे दह। तर्हि प्राचीनवैयाकरणाः वदन्ति यत् अस्य अस्याः अनुवृत्त्याः आवश्यकता भवति यतोहि वयं ज्ञातुं शक्नुमः एकस्मिन् पक्षे रु अन्यस्मिन् पक्षे दह। परन्तु केचन नूतनवैयाकरणाः वदन्ति यत् वस्तुतः अनुवृत्त्याः आवश्यकता नास्ति, दह इति शब्दस्य अनुवृत्त्याः आवश्यकता नास्ति यतोहि सिपि धातुरुर्वा मध्ये रु एकपक्षम् इति तु लिखितमस्ति, अन्यपक्षं दह एव भवति इति तु झटिति वयम् अवगच्छामः एव, आब्वियस् एव अस्ति। किमर्थम् आब्वियस् अस्ति? यतोहि एकस्मिन् पक्षे रु भवति, अन्यस्मिन् पक्षे तद् रु न भवति। तत्र तु जलां दशोऽन्ते इत्यनेन सकारस्य स्थाने जश् जश् जष्त्वं भूत्वा दकारः तु आगच्छति एव, अतः पुनः अनुवृत्त्याः आवश्यकता नास्ति इति ते चिन्तयन्ति। परन्तु पुनः केचन नूतनः वैयाकरणः चिन्तयन्ति यत् परन्तु स सकारः अस्ति चेत् जलां दशोऽपि तु कार्यमेव न करोति, तस्य अपवादत्वेन ससजुषोरुः तु आगच्छति एव, जलां दशोऽन्ते तु कदापि न आगच्छति, कदापि न आगच्छति सकारान्तपदस्य कृते, ससजुषोरुः एव कार्यं करोति, ससजुषोरुः अपि रु एव वदति, तिपिधातुरुर्वामध्ये रु एव लिखितमस्ति, अतः दः कथं जानीमः अन्यस्मिन् पक्षे दकारः आगच्छति, न ज्ञातुं शक्नुमः, अतः अनुवृत्त्याः आवश्यकता अस्ति एव, याहत्य अनुवृत्त्याः आवश्यकता अस्ति एव, तिपिधातुरुर्वामध्ये रु साक्षात् लिखितमस्ति, परन्तु अन्यस्मिन् पक्षे दकारः भवति इति कथं जानीमः कस्मात् सूत्रात्, रज्रंसु इति सूत्रात् दकारः आगच्छति, तस्य दकारस्य अनुवृत्त्याः महत्त्वम् अस्ति इति. आगच्छन्ति वा? आं जि. अस्तु, अग्रे रघुपति महोदय पठतु. हा महोदय, क्षम्यतां किञ्चित् विलम्बः जातः, अत्र दृष्टिः एवं तदेव खलु, ततः एव श्रोतुं न शक्नुमः. एकनिमिषं महोदय, न श्रोतुं शक्नोति वा इदानीं? उच्चैः नास्ति, उच्चैः वदतु, किञ्चित् उच्चैः वदतु. एकनिमिषं महोदय, किमपि किमर्थम् एकनिमिषं महोदय, अस्तु उच्चैः वदामि. अत्र दृष्टिः एवं सकारान्तपदम् अस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः, श्रूयते वा? श्रूयते, परन्तु किञ्चित् इदानीमपि उच्चैः सम्यक् श्रूयते महोदय. श्रूयते, एकनिमिषः, किमर्थं न जानामि. अत्र दृष्टिः एवं सकारान्तपदम् अस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः. अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं जलां दशोऽन्ते द्वितीयपादस्य अष्टमध्ये द्वितीयपादस्य ऊनचत्वारिंशत्तमं सूत्रमस्ति. सकारः जलि अस्ति, अनेन सूत्रेण पदान्ते सकारस्य जस्त्वं नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः, स्थानेन्तरतमः इत्यनेन दन्त्यसकारस्य स्थाने दन्त्यतवर्गस्य तृतीयसदस्य दकारः भवति. अतः सर्वसामान्यसिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः, परन्तु ससजुषोरुः इति षट्षष्टितमं सूत्रमस्ति, तस्य अपवादः, अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु आदेशो भवति. पुनः तिप् प्रत्ययपरे तिप्पनस्तेः इति त्रिसप्ततितमं सूत्रमस्ति, तस्य अपवादः, अनेन तिपिपरे पदान्तस्य सकारस्य दकारादेशो भवति. एवमेव सिप्रत्ययपरे सिपि धातोः रुर्वा इति चतुर्सप्ततितमं सूत्रमस्ति, ससदिशोः रुः इत्यस्य अपवादः, अनेन सिपिपरे पदान्तस्य सकारस्य रु आदेशो दकारादेशाश्च भवति. यतोक्तं जलां दशोऽन्ते इत्यनेन सस्थाने दकारः न उपलभ्यते, यतोहि तत्तु बाधितं ससजुषोः रुः इति सूत्रेण इति. अत्र उक्तमस्ति तत्र जलां दशोऽन्ते इत्यस्य प्रसक्तिः एव न भवति. किमर्थम् इति चेत् ससजुषोरुः इति अपवादसूत्रमस्ति जलां दशोऽन्ते इत्यस्य. इदानीं जलां दशोऽन्ते इत्यस्य अपवादः तिपि अधस्तेः, अपि च सिपिधातोरुर्वा इति सजिषोरुः, सिपिधातोरुर्वा इति अपि ससजिषोरुः इत्यस्य अपवादः अस्ति. अतः जलां दशोऽन्ते एकवारं तत्र तस्य अपवादः भवति चेत् तस्य पुनः तत्र पुनर्जीवनं न भवति एव. अतः तत्र सिपिधातोरुर्वा इत्यस्य तत्र दः इत्यस्य अनुवृत्तिः भवेत् एव इति, दः इत्यस्य भवेत् एव. अतः जलजशोद् इत्यस्येन कार्येण दकार न सिद्ध्यति इति वदति अत्र. जलां दशोद् तु कदापि कार्यं न कर्तुं शक्नोति, यतोहि तस्य सूत्रस्य बाधकसूत्रं ससजुषोरुः तु अस्ति एव. अतः जलां दशोऽन्ते इति सूत्रस्य इति सूत्रात् वयं कदापि न वक्तुं शक्नुमः सकारस्य कृते यत् सकारस्य सहाय दकारः भवति. किमर्थं? यतोहि जलां दशोऽन्ते इति सूत्रं तु सर्वदा ससजुषोरुः इति सूत्रं बाधति एव बाधते एव अतः सामान्यतया सकारपदान्ते अस्ति चेत् रु एव भवति तदनन्तरं तिप् अस्ति चेत् तिप्यनस्ति इति सूत्रेण रु न भवति अपि तु द भवति इति प्रथमः अपवादः अन्य अस्ति तिपि धातो रुर्वा इति सूत्रमस्ति यत् वदति यत् ससजुषोरुः इति सूत्रं यत् वदति यत् रु अस्ति नित्यं रु भवति तत् सिपि धातुरुर्वा इति वदति नित्यं न भवति परन्तु विकल्पेन रु भवति तर्हि एकस्मिन् पक्षे रु अन्यस्मिन् पक्षे व्रन्थु स्रन्थु इति सूत्रात् अनुवृत्ति इति सूत्रात् द इत्यस्य अनुवृत्ति भूत्वा अन्यस्मिन् पक्षे द इति भवति इति अस्ति सर्वे आगच्छन्ति वा आम् महोदय प्रश्नः अस्ति वा कस्यापि न महोदय अस्तु इदानीम् अग्रे गच्छामः किं प्रश्नः अस्ति वा इना महोदय या महोदय सम्यक् न अवगतं मया किम् किमर्थं जलां जशो अन्ते इति इति तु वदति यत् इति सामान्यसूत्रमस्ति झल् वर्णः पदान्ते अस्ति चेत् तृतीयवर्णः भवति झल् वर्णेषु सकारः अपि अस्ति अतः अनेन सूत्रेण सामान्यतया सकारस्य स्थाने दकारः भवेत् परन्तु ससजुषोरुः इति प्रथम अपवादः भवति सर्वदा ससजुषोरुः इति आगत्य झलां जशोते इति सूत्रं बाधते अतः सकारस्य स्थाने रु एव भवति सामान्यतया दकारः कदा कदापि न भवति सामान्यतया तदनन्तरं ससजुषुरुः इति सूत्रस्य प्रथम अपवादः अस्ति तिप्यनस्ति तिप्रत्ययपरे अस्ति चेत् रु न भवति दकारः भवति अन्य अपवादः अस्ति तिपिधातुरूर्वा तिपिधातुरूर्वा वदति यत् पदान्ते स अस्ति अनन्तरं सिप् अस्ति चेत् एकस्मिन् पक्षे रु अन्यस्मिन् पक्षे द द इति किमर्थं जानीमः इति द झलां दशवन्ते इति सूत्रेण द भवति अतः अत्र द भवति इति नास्ति एषः दकारः तु व्रन्थु स्रन्थु इति सूत्रात् अनुवृत्तिरूपेण आगच्छति अतः आहत्य पदान्ते सकारः अस्ति चेत् झलां दशवन्ते इति सूत्रस्य किमपि कार्यं कदापि न भवति यतोहि तस्य प्रथमः अपवादः तु ससजुषुरुः अस्ति एव सन्ति वा सुश्रं ध्वंसनुणां दह इति अनुवृत्ति दह इति अनुवृत्तिरूपेण भवति वा हा अस्मिन् अस्मात् सूत्रात् द अनुवृत्तिरूपेण अग्रे आगच्छति सिद्धदुर्वामन्ते मन्त्रे अस्तु अस्तु अस्तु तदानीम् अग्रे गच्छामः पठतु रघुपतिमहोदय प्रश्नः उदेति यत् सिप् यदा आगतः तदा कथं वा धातुसंज्ञा स्यात् सिपि धातोरुर्वा इति सूत्रेण धातोः अपि उक्तं सिपि अपि उक्तम् अत्र वार्ता एवं कस्य भागस्य का संज्ञा इति वसयुगति इति स्थितौ वस इति अङ्गस्य धातुसंज्ञा नास्ति तत्र किन्तु वस् इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्ति एव एवमेव सिपः विधानात् अनन्तरमपि धातोः धातुसंज्ञा तिष्ठति तत् यथा असस्योगस् इत्यत्र असस्योगस इत्यस्य पदसंज्ञा असस् इत्यस्य धातुसंज्ञा तदा स प्रत्ययलोपानन्तरम् असस् इत्यस्य धातुसंज्ञा अपि भवति पदसंज्ञा अपि भवति इति अत्र धातोः इति उक्तमस्ति अत्र तत्र धातोः इति उक्तमस्ति अत्र कस्य भागस्य का संज्ञा इति प्रश्नः अस्ति इदानीं अत्र दत्तमस्ति वस योग ति इति अस्ति अत्र वस इति अत्र वसति इति तत्र वस इति अङ्गमस्ति तत्र प्रत्ययः अस्ति वस् योग अयोग ति इति अस्ति वसति इति प्रायः वसति इति अतः तत्र अत्र उक्तमस्ति वस् इति धातु अस्ति अपि अस्ति धातु दर्पण्या अपि अस्ति अन्तर्निहितमस्ति वस् इति वस इत्यस्मिन् धातु अपि अस्ति एवमेव सिप् विधानान्त अन्तरमपि धातुसंज्ञा तिष्ठति यदि असस् इति स इत्यस्य लोपः भवति तदा पदसंज्ञा भवति अपि च धातुसंज्ञा अपि अस्ति इति संज्ञाद्वयमपि अस्ति अत्र इति अत्र पद धातोः इति कथं किमर्थं तत्र पद अस्ति इति अस्माकं भ्रमः भवेत् तद् धातुः अपि अस्ति इति महोदय उक्तमस्ति अत्र किं सः आगच्छन्ति खलु यतोहि अत्र किमस्ति इति धातुरुर्वामध्ये धातुः अपि अस्ति खलु अतः किमपि नास्ति वस्तुतः असस् योगः स इति अस्ति अत्र असस् योगः स इति सुप्तिङ्गन्धं पदम् इत्यनेन पदं भवति यतोहि अन्ते तिङ्गप्रत्ययः स अस्ति परन्तु तत्र असस् यः भागः अस्ति तत्तु इदानीमपि धातुसंज्ञा प्राप्नोति तदनन्तरं हल्न्याभ्यो इति सूत्रेण सकारस्य लोपः भवति अतः असस् एव तिष्ठति तत् असस् तु धातु अस्ति एव अस्माभिः पूर्वं पठितम् असस् धातु अस्ति एव सकारस्य लोपानन्तरम् असस् पदमपि अस्ति तर्हि असस् पदमपि अस्ति धातु अपि अस्ति धातुरूपी पदम् इति अस्ति तर्हि अस्माभिः पठितं खलु कदाचित् प्रातिपदिकं पदमपि अस्ति यदि प्रत्ययस्य लोपः भवति तर्हि प्रातिपदिकमपि अस्ति पदमपि अस्ति तथैव अत्रापि प्रत्ययस्य लोपानन्तरं यत् अवशिष्यम् अस्ति तत् पदमपि अस्ति सुप्तिङ्गन्तं पदम् इत्यनेन धातु तु अस्ति एव तर्हि असस् मध्ये असस् धातुः अपि अस्ति पदमपि अस्ति इति वर्तते सर्वे आगच्छति वा आम् महोदय आम् महोदय तर्हि इदानीम् अग्रे खरवसाने उत्सर्जने तु सर्वे जानन्ति रः पदस्य पदान्ते रकारः अस्ति तस्य विसर्जनीयः विसर्गः भवति तदा खर् परे अथवा अवसानं यथा अस्ति संहिता इति तर्हि इदतु वयं जानीमः अस्तु इदानीं रूपाणि कुर्मः सद्धातुः रूपाणि लङ् सद्धातुरूपाणि लट् लोट् लङ् विधि लिङ् लकारेषु परस्मि भवति तर्हि इदानीं मदर् महोदय लट् आं महोदय तस्य योगः ति अत्र सकारस्य तिप्यनस्तेः इति अनेन सकारलोपो भवति वा तिप्यन अत्र इत्यनस्य किं वदति सकारान्तपदमस्ति आमामां लङि एव ओ पदं नास्ति तदा एव लङ्लकारपदत्वं भवति खलु प्रत्ययस्य लोकान् आमाम् आम् षष्टि षष्टः ससन्ति षष्टि षष्टः सकारद्वयमस्ति सार्वधातुकप्रत्ययः अस्ति खलु अतः सकारस्य लोपो न भवति तत्तु आर्धातुके एव भवति अतः तस्य सकारद्वयम् अग्रे किं महोदय सार्वधातुक सि इति सार्वधातुकप्रत्ययः अस्ति अतः अत्र सकारद्वयमेव भवति केवलवर्णमेलनम् आर्धातुकविषये अत्र सकारस्य अत्र नास्ति तस्य आवश्यकता परन्तु अत्र षष्टि रूप सकारद्वयमेव अस्ति षष्टः षष्ट षस्मि षस्वः षस्मः किमपि नास्ति केवलं वर्णमेव षष्टि षष्टः षसन्ति षष्टि षष्ठः षष्ठ षस्मि षस्वः षष्ठ अग्रे विजयमहोदय लोट् विजयमहोदय अस्ति वा? आम् आं जि लोट् लोट् तत्र एकनिमिषं जि तत्र तत्र लोट् मध्ये लोट् लोट् मध्ये तूतात् तामन्तु श्रूयते वा? अस्तु जि तूतात् तामन्तु हीतात् हीतात् तन्त आनयावाम इति अस्ति. अत्र सस् धातु अस्ति. इदानीं तु योजनेन सस्तु एव, अनन्तरं तात् योजनेन सस्तात्, तावदेव खलु जि? किमपि कार्यं नास्ति अत्र. तादृशमेव सस्ताम्, अनन्तरम् अन्तु अस्ति, तत्र अपि किमपि कार्यं नास्ति. तत्र न तत्र कार्यमस्ति. किमस्ति? अन्तु योजनेन किमपि कार्यं नास्ति, ससन्तु एव. अनन्तरं मध्यमपुरुषे एकवचने सस्तात् इति अस्ति. अनन्तरं तत्र हि अस्ति खलु, तत्र हि स्थाने प्रथमं हू जल्ब्यो हेर्दि इति सूत्रेण हकारस्य स्थाने चतुर्थवर्णः दकारः अस्ति, अतः तत्र हूजल्ब्यो हेर्दि इति हकारः इति न वदति, हि स्थाने धि इति. तावदेव, हि स्थाने दि इति भवति. चतुर्थवर्णः दकारः सस् योगः दि इति भवति. इदानीं तत्र सस् इति अस्ति खलु, तत्र जलां जस् जसि इति कार्यं करोति इति. तत्र सस् योगः दि मध्ये किं सूत्रं कार्यं करोति? धकारः परे किं भवति? तत्र हू जल्भ्यो हू धातुः जलम् अनन्तरम् असित् इत्यस्य दीच इति सूत्रेण तत्र सकारस्य लोपः एव भवति खलु. रूपं किं भवति इदानीं वा अवसाने इति सूत्रेण? तत्र दीच इति सूत्रेण सकारस्य लोपः भूत्वा अनन्तरं तत्र तत्र सदि एव भवति खलु रूपवर्णमेलनं? सदि सदि इति भवति. अनन्तरं तत्र सदि एव सदि अस्तु. अनन्तरं सस्तम् इति भवति, सस्ते इति भवति. किमपि अत्र कार्यं नास्ति. इदानीं ससानि इति भवति. एतत्तु अत्र अपित् अस्ति, अतः तत्र पित् अस्ति. आनि अपित् अस्ति, परन्तु तत्र मेर्नि मेर्निः इति सूत्रेण आगच्छति वा? मकरस्य मी स्थाने नि आगच्छति, अतः ससानि एव. ससाव ताव तावदेव. अत्र अन्तिम आहत्य रूपमस्ति सस्तु सस्तात् सस्तां ससन्तु सस्तात् सद्धि सस्तं सस्तं ससानि ससाव ससाम तावदेव. धन्यवादः महोदय. महोदय अत्र मध्यमपुरुषे सस् सस् योगः दि अस्ति, जलां दशन्ते इति कार्यं किमर्थं न करोति? सस्योगः धी मध्ये प्रथमं धी च कार्यं करोति, धी च इति कार्यं करोति खलु, अकारस्य लोपः. अपवादसूत्रं पूर्वत्र सिद्धम् इत्यनेन धीच इति पूर्वसूत्रमस्ति. सः प्रथमसकारस्य लोपः भवति, सः स योगः अस्ति. इदानीं न श्रूयते महोदय. धीच इत्यनेन सकारस्य लोपः भवति, तदनन्तरं लोपानन्तरं झलां झषि सूत्रं कार्यमेव कर्तुं न शक्नोति खलु. आं महोदय. अस्तु, मीना महोदय लङ् लकार करोतु. मीना महोदय लङ् लकारे धातु असस् अदा लुङ् लङ् लिङ् सूचि अडाग अडागमः भवति. असस् योगः लुङ् लङ् ऋङ्षु अड् उदात्तः, लुङ् लङ् ऋङ्षु अड् उदात्तः. अस्तु, असस् योगः इत् असस् योगः इत् ओ तत्र हल्न्याभ्योर्दीर्घात् श्रुतिय श्रुतिस्य पृक्तं हल् इति सूत्रेण तकारः लोपः असस् भवति. तिपि अनस्तेः इदानीम् असस् पदमस्ति न वा? असस् इति पदमस्ति, अतः तिप्यनस्तेः कार्यं करोति, यतोहि सकारान्तपदमस्ति. किमर्थं महोदय, किमर्थं किं सूत्रं भवति प्रथम? तेः तथैव कार्यं करोति यदा सकार पदान्ते अस्ति. अत्र तकारलोपानन्तरम् असस् एव पदमस्ति, अतः सकारान्तपदमस्ति, अतः तिप्यनस्तेः कार्यं कर्तुं शक्नोति. तिपनस्तेः इति पदस्य सहदः तिपि अनस्तेः वा? आम्, पदस्य तदा तस्मात् सकारस्य दकारः भवति, असद् भवति वा अवसाने इति सूत्रेण असत् वा असद् वा भवति. तदनन्तरम् असस्ताम् असस्तामेव किल, असस् असस्ताम् असस्ताम् अस असन् असस् स इस् असस् इस् तस्मिन् पक्षे असस् इस् तस्मादपि अपृक्तं हल् इति तस्मिन् असस् एव सकारः लोपः असस् हल्न्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् इति सूत्रेण सकारस्य लोपः भवति. तद् असस् एव अवशिष्यते. तदन् तस्मात् सज सजुषोरुः इति सूत्रेण असरु भवति. कार्यं करोति, तस्यापि अपवादः अस्ति खलु, सिपि धातुरु. तस्य अपवादः तिपि अनस्तेः पदस्य सह तत्तु तिप् प्रत्यये परे तिप् प्रत्यये अस्ति खलु, अतः किं सूत्रम्? पदस्य सकारः तत्र असस् अत्र असस् इति अस्ति. अस्तु भवति, तिप्यनस्तेः तु तिप् प्रत्यये परे कार्यं करोति, अत्र स्तिप् प्रत्यये अस्ति खलु, अतः किं सूत्रम्? सिपि धातोरु वा? सिपि धातो सिपि धातोरु वा इति सूत्रं सकार पदस्य रुर्वा नास्ति, रुर्वा एव, रुर्वा एव, रुर्वा रुर्वा रुर्वा रुः वा रुः दह सह धातोः पदस्य रुः दह वा सिपि तस्मात् दकारः भवति. एकस्मिन् पक्षे दकारः भवति, तर्हि अस्मिन् पक्षे अन्यस्मिन् भवति, तत्र किं भवति? रुः एव तिपि धातोरुर्व एकस्मिन् पक्षे दकारः भवति खलु आम् यस्मिन् पक्षे दकारः भवति तत्र प्रवृत्ति तथा तत्र प्रक्रिया कथं भवति किम् अस्ति असस् सि असस् इस् सकाररूप असद् असद् भवति असद् भवति तदनन्तरं तदनन्तरं वावसाने असत् असत् भवति एकस्मिन् पक्षे असद् असत् अन्यस्मिन् पक्षे किं भवति भवति असः असः भवति असरु भवति करावसानयोः विसर्जनीः इति सूत्रेण असः भवति असः असद् असद् असः असद् असद् इति धातुरुर्वा एकस्मिन् पक्षे रुत्वस्य विसर्गः असः अन्यस्मिन् पक्षे द असद् तस्य वावसानित्वेन असत् अतः रूपत्रयम् असद् असत् असहु असः अग्रे असद् अस असस् योगः सम् असस् असस्तम् एव असस्तम् असस्त किम् असस्तम् असस्त असम् अस अस अम् असम् असस् असस्व असस्म तर्हि असः असद् असद् असस्ताम् अससन् असः असद् असत् असस्तम् असस्त असम् असस्व असस्व सर्यावसन्ति वा आं जि आं महोदय अस्तु अग्रे तदनन्तरं विधिलिङ्गि तु किमपि नास्ति वर्णमेलनमेव सस्यात् सस्याताम् सस्युः सस्याः सस्यातं सस्यात् सस्यां सस्यां तर्हि सस् धातुः समाप्तः प्रश्नः सन्ति वा कस्यापि प्रश्नः सन्ति वा जि अत्र लोट्लकरे मध्यमपुरुषे एकवचनं सद्दि इति भवति खलु तत्र किमस्ति न श्रूयते सात् इति सात् इति योजनेन सस्तात् इति भवति अनन्तरं तत्र सब्दि इति भवति खलु सधि स धि एव वा दकार हि स्थाने धि आगच्छति मध्ये मध्ये तृतीयवर्णः दकारः न आगच्छति वा एतत् सूत्र विकल्पेन तत्र सम्यक् नास्ति तत् रूपं नास्ति कार्यं करोति लां दश दशि इति सूत्रस्य अपेक्षया धी च पूर्वसूत्रमस्ति पूर्वत्र सिद्धम् इति अधिकारः अस्ति अतः धी च प्रथमं कार्यं करोति धी च कार्यं करोति चेत् सकारस्य लोपः भवति तर्हि स धी इति एव अवशिष्यते तदनन्तरं झलां जल् चषि सूत्रस्य प्रसक्तिः एव नास्ति खलु आम् सकारलोपानन्तरं झलां झल् एव नास्ति तत्र तत्र महोदय अष्टदे डाट्कां मध्ये दोषाः सन्ति तत्र कुत्रचित् बहुत्र सद्धि कथं भवति न भवति तत् तत् अष्टदे डाट्कां मध्ये तादृशम् अस्ति रूपं परन्तु तद् सम्यक् नास्ति तत्र दोषाः भवन्ति सद्धिभवनाय सकारः तत्र सकारस्य उपस्थितिः आवश्यकी अस्ति खलु सकारः मध्ये अस्ति चेत् तस्य दकारः भवति सद्धिः भवति परन्तु सकारः गच्छति धीच इति सूत्रेण सकारः गच्छति धीच इति सूत्रं विकल्पेन सकारस्य लोपः न करोति नित्यं सकारस्य लोपः करोति अतः सधी एव भवति दोषः अस्ति अष्टदेव अस्तु जि अस्तु अग्रे इदानीं नूतनधातुः अस्ति अस् अस् इति महत्त्वपूर्णधातुः अस्ति यतोहि अत्र नूतनकार्याणि सन्ति नूतनसिद्धान्ताः सन्ति तर्हि ध्यानेन ध्यानेन शृण्वन्तु सर्वे तर्हि हा पठतु महोदय अस् धातु महोदय आं वा अस्तु सकारान्त अस् धातुः परस्मे पदि भुवि अङ्गकार्यं हलादिपित्तु उपदायां ह्रस्व अकारः लघु इक् इति न अतः गुणकार्यं नास्ति इति अस्ति हलादिपित्सु अजादिपित्सु उपदायां ह्रस्व अकारः लघु इक् लघु इक् इति न अतः गुणकार्यं नास्ति हलादि अपिस्सु कार्यमस्ति स्नसोरल्लोपः इत्यनेन अस् धातोः अकारलोपः अस्योगतः इति अत्र स्तः इति अत्र अकारस्य लोपः भवति स्नसोः तत्र स्ना इत्यस्य तत्रापि स अस् असोः अत्र लोपः भवति अतः किति परे अतः स्तः इति भवति अजादि अपिस्सु तत्रापि स्नसोर्लोप अल्लोपः इत्यनेन अस् धातोः अकारः लोपः अस्योग अन्ति सन्ति इति भवति इति सूत्रमस्ति स्टं विकरणप्रत्ययस्य अपि च अस् धातोः अकारस्य लोपः भवति कितिनिति सारदातिके पदे स्नश्च अश्च तयोः इतरेतरद्वन्द्वः स्नसौ स्नसोः षष्ट्यन्तम् अल्लोपः प्रथमान्तं द्विपदमितं सूत्रम् अत उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः गमहनजनकनगसां लोपः कीत्यनङ्गि इत्यस्मात् निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य स्नसोः अल्लोपः सार्वधातुके निति इति यथा अस्तु अग्रे कित् कित् अथवा नित् प्रत्यये परे स्नस् स्नम् इति प्रत्ययस्य अपि च अस् धातोः स्नम् इति अत्र रुदादिगणस्य एव अस्ति अपि च अस् धातोः एव तत्र तत्र अगादिगणे अस् धातोः अकारस्य लोपः भवति निति प्रत्यये परे कित् नास्ति कोऽपि अत्र नित् प्रत्यये परे इत्युक्ते अजादि भवतु अथवा हलादि भवतु कित् नित् प्रत्ययः अस्ति चेत् तस्य अकारस्य लोपः भवति न केवल कित् नित् परन्तु सार्वधातुकः अपि भवेत् हा सार्वधातुकः भवेत् क्षम्यताम् अनङ्गि इति अस्ति अनङ्गि इति अनङ्ग् स्नसोरल्लोपः इति अङ्गमस्ति अङ्गे स्नम् इति विकरणप्रत्ययः अस्ति यथा रुहादिगणे अग्रे पश्यामः अग्रे दर्शामः अथवा अस् धातुः अस्ति तयोः अकारस्य लोपः भवति अल्लोपः इत्युक्ते अत् लोपः स्व अकारस्य लोपः भवति कदा भवति सार्वधातुक कित्निस् प्रत्यये परे सार्वधातुक कित्निस् प्रत्यये परे अतः अत्र उपरि लिखितम् अस्ति हलाद्यपित्सु अजाद्यपित्सु अत्र अपि तस्ति अतः नित्वत् भवति अतः सार्वधातुक नित् प्रत्यये परे अस्ति अतः तत्र अकारस्य लोपः भवति स्तः सन्ति इति भवति श्नम् प्रत्ययस्य अकारस्य लोपः भवति रुधादिगणे रुधादिगणे अग्रे द्रक्ष्यामः परन्तु उदाहरणं ददामि तत्र रुद् धातुः अस्ति खलु अथवा बद् अस्ति बद् धातुः न बद् न किं वदामि रुद् रुधादिगणे रुद् धातुः अस्ति तर्हि किं भवति रूपम् ऋणद्धि ऋणद्धि तर्हि लट् लकारप्रथमपुरुषे एकवचने किं भवति श्नम् इति भवति ऋणद् ऋण ऋणध इति धातुः अस्ति तत्र पश्यतु तत्र अकारस्य लोपः न भवति श्नम् यतोहि अग्रे यः प्रत्ययः अस्ति तित् तत् कित् कित्वित् नास्ति अतः ऋणद्धि इति भवति तत्र ऋणद्धि इति अस्ति परन्तु तः प्रत्यये परे द्विवचने किं रूपं भवति वृन्दः एव खलु वृन्दः यतोहि अग्रे प्रत्ययः अपि अस्ति अतः तत्र रुन्धः रुणद्धः इति न भवति रुन्धः तत्रापि अकारस्य श्नन् प्रत्ययस्य अकारस्य लोपः भवति श्नसोरल्लोपः इति सूत्रे तर्हि आवश्यकति वा आं महोदय आं महोदय अग्रे मदर्मो भवति भवान् पठतु लटि लटि अस्ति योगस्ति इति अस्ति इदानीं तत्र लटि मध्यमपुरुषे एकवचने अस्य योगसि इति अस्ति का सत्योर्लोपः इत्यनेन अस् धातोः सकारलोपः अयोग अस्य योगसि इत्यस्मिन् सकारस्य लोपः असि इति भवति इति अस्ति तदनु सूत्रपरि सामान्यतया अस्माभिः दृष्टं यत् सकार अनन्तरं सकारः अस्ति चेत् सार्वधातुकप्रकरणे किमपि कार्यं न भवति केवलं वर्णमेलनं वर्णसकारद्वयं भवति यथा तस्य योगः सि तस्सि इति भवति सकारस्य लोपः न भवति परन्तु अस् कृते सूत्रम् आगच्छति यद्यपि अस् सकारधातुः अस्ति परन्तु अत्र सकारस्य लोपः भवति वर्णमिलनं न भवति केन सूत्रेण सूत्रं सत्योर्लोपः येन लुट् लकारः पठितः अस्ति लुट् लकारः तत्रापि सूत्रस्य प्रसक्तिः भवति यतोहि तत्र तास् प्रत्ययः भवति तर्हि लिट् लकारे यत् धातुः अस्ति तर्हि लुट् लकार क्रि धातुरूपाणि कथं भवन्ति अपट् धातु ये जानन्ति लुट् लकारविषये विजया महोदय भवती जानाति अहं जानामि लुट् लकारविषये भूधातु भूधातु लुट् लकाररूपाणि कथं सन्ति भविता भविता भवितारो भवितारः भविता या भविता भविता भविता भविता भविता भवितारो भवितारः मध्यमपुरुषे भवितास्मि भवितासः भवितास्मि तर्हि तत्र मध्यमपुरुषे भू तास् सि इति अस्ति खलु तत्र भू तास् मध्ये प्रथमं तु गुणः भवति सार्वधातुकार्धातुकयोजनेन भो तास् सि भो इति तत्र अग्रे तास् इति फलादि अस्ति तिलागमः भवति भो इतास् सि भवितास् सि तर्हि अत्र भवितास् योगः सि अस्ति अत्रापि तास् इति अस्ति सः सि प्रत्ययपरे तस्य सकारस्य लोपः भूत्वा सकारद्वयं न भवति वितास्ति एकसकारः भवति वितास्ति तर्हि तत्र तास् प्रत्ययस्य धारणम् अस् मध्ये अत्र अस् प्रत्ययस्य अस् धातोः धारणं तर्हि अस्य योगः अस्ति मध्ये अस्ति इति तर्हि मदन महोदय सूत्रं पठतु तासस्योर्लोपः आं महोदय तास् तस्य तस्योर्लोपः तास् प्रत्ययस्य अपि च अस् धातोः सकारस्य लोपो भवति सकारादिप्रत्यये परे अलोन्तस्य इत्यनेन तास् प्रत्ययस्य अस् धातोः च अन्तिमवर्णलोपो भवति न तु पूर्णाङ्गस्य ताश्च अस्ति च तयोर्दन्दः तासस्ति तयोः तासस्त्योः तासस्योः षष्ट्यन्तं लोपः प्रथमान्तं द्विपदं इदं सूत्रं सः स्यात् आर्धधातुके इत्यस्मात् सि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अत्र सि इत्युक्ते सकारादिप्रत्यये परे यतः अङ्गस्य इत्यस्य अधिकारः अङ्गं तदा उच्यते यदा यः परे अस्ति सः प्रत्ययः अनुवृत्तिसहितसूत्रं तासस्त्योः अङ्गस्य लोपः सि सा प्रत्यय असि च च अस् धातोः तकारस्य लोपो भवति सकारादिप्रत्यये परे तास् प्रत्ययस्य अपि तास् प्रत्यय अपि सकारलोपो प्रत्यये परे किमर्थं भवति सकारादि तास् प्रत्यये अपि च सकारादिप्रत्यये परे वा तस्य अनन्तरं सकारादिप्रत्यय आगच्छति प्रत्ययस्य अनन्तरम् विकरणप्रत्ययः अस्ति आमां विकरणप्रत्ययः अस्ति तर्हि तास् इति प्रत्ययः अपि च अस् इति धातुः तस्य सकारस्य लोपः भवति सकारादिप्रत्ययः सकारस्य लोपः भवति पूर्ण प्रत्ययस्य अन्तिमः लोपः भवति अहं जानीमः अलोप्यस्य इति सूत्रेण अन्तिमसकारस्य एव लोपः प्रत्यय लिखितं नास्ति परन्तु प्रत्ययः अपेक्षितः अङ्गस्य अधिकारः अङ्गं तदेव भवति यदा अग्रे प्रत्ययः आहत्य नाकस्य अङ्गस्य लोपः अस्य लोपः सकारस्य लोपः कदा सकारादिप्रत्ययः यत्र अस्ति तस्य अनुवृत्तिः भवति सः सार्धधातुः सः सी आर्धातुः सः सी आर्धातुः तत्र सी ततः सी इति तस्य अनुवृत्तिः भवति राहस्योरान्धस्य लोपः सी अस्तु अग्रे पठतु प्रश्नः अत्र प्रश्नः उदेति यत् सः स्याद् धातुके इत्यस्मात् केवलं सि इत्यस्य अनुवृत्तिः भवति वा सः इत्यस्यापि भवेत् वा सकारस्य स्थाने लोपो आदेशो भवति अतः तस्यापि अनुवृत्तिः भवतु इति प्रश्नः सः सि इत्यस्य अनुवृत्तिः सः अपि अनुवृत्तिः भवति वा इति प्रश्नः उदेति सिद्धान्तकौमुद्याम् उच्यते यत् सः इति अनुवृत्तेः आवश्यकता नास्ति यतोहि तास्त्योः तासस्त्योः इति पदं षष्ठीभक्तौ अतः अलोन्तस्य इत्यनेन अन्तिमवर्णः एव स्थानी इति सिद्ध्यति काशिकायां सः इत्यस्य अनुवृत्तिः प्रदर्श्यते किन्तु अद्यत्वे वैयाकरणानां मतं यत् सा च अनुवृत्तिः न अपेक्षिता सः आतके इति इत्यस्मात् अनुवृत्ति सि इत्यस्य एव अनुवृत्ति वा सः अपि अनुवृत्ति आगच्छति वा इति प्रश्नः अस्ति सिद्धान्तकौमुद्यां सः नास्ति आवश्यकता नास्ति यतोहि तासस्त्योः इति पदं षष्ठी वक्तौ न अवगच्छामि महोदय किं नावगतम् तासस्योः पदं षष्ठीविभक्तौ आदेश भवति सः आमां षष्ठीभक्तौ अस्ति अतः सकारान्त सकारस्थाने एव आदेश भवति इति वयं जानीमः अन्तिमवर्णः एव स्थानीय काशिकायां सः इत्यस्य अनुवृत्तिः प्रदर्श्यते किन्तु अद्यत्वे वैयाकरणानां मतं यत् सा अपि अनुवृत्तिः न उपेक्षिता इदानीं वैयाकरणाः वदन्ति सः अपि न भवति इति अनुवृत्तिसहितसूत्रमध्ये इति उक्तम् यः स्यात् आर्धतुः अत्र सि तस्य तु अनुवृत्तिः भवति यतोहि सकारादिप्रत्ययपरे इति अपेक्षितं परन्तु सः नाम स्वस्थाने लोपः भवति इति अनुवृत्तिरूपेण तस्य आवश्यकता अस्ति वा कौमुद्यां लिखितमस्ति तस्य अनुवृत्तेः आवश्यकता नास्ति यतोहि अलोक्यस्य इत्यनेन सकारस्य एव लोपः भवति इति तु ज्ञातुं शक्नुमः। काशिका वदति यत् सः सः इत्यस्य अनुवृत्तिपद भव भवेत् यतोहि तेन वयं ज्ञातुं शक्नुमः यतः यत् सकारस्य लोपः करणीयः। परन्तु अलोन्त्यस्य इति परिभाषासूत्रात् वस्तुतः अनुवृत्तेः आवश्यकता नास्ति, सकारस्य एव लोपः भवति यतोहि अन्तिमवर्णसकारः अस्ति, अतः सः इत्यस्य अनुवृत्तिः न भवति, केवलं सि इत्यस्य अनुवृत्तिः भवति। आहत्य तास् अथवा अस् तस्य सकारस्य लोपः भवति तदा सकारादिप्रत्यये परे इति। अवगच्छति वा सर्वे? आं महोदय। अस्तु, इदानीम् अग्रे इतोपि लट् लकारे कार्याणि ये सन्ति नूतनकार्याणि अस्माभिः पठितानि आसक्त्योर्लोपः। अग्रे लोटि अपि नूतनकार्यमस्ति, ई धातुः अस्ति, प्रत्यये एधि इति रूपं भवति, एधि अर्थात् एधि रूपं भवति। कथम् एधि कथं भवति? एकारः कुतः आगच्छति? अनन्तरम् अतिभवत् अत्र अभात् इति सूत्रस्य अपि अत्र प्रसङ्गः भवति, तदपि एकं नूतनमस्ति। तदनन्तरम् एकमस्ति आसीत्, आसीः, तत्र ईडागमः कुतः भवति? ईकारः कुतः आगच्छति? तस्य कृते सूत्रमस्ति अस्तिचोपृक्ते। अस्तिचोपृक्ते भवति यत् अपृक्तप्रत्यये परे अस्ति चेत् आसीत् सकार अपृक्त अस्ति, आसीः सकार अपृक्त अस्ति, तत्र अस्ति चेत् अस् धातोः अपि च स्टिच् प्रत्यये नाम लुङ्लकारे ईकारः आगच्छति, तदपि अतः बहूनि नूतनकार्याणि सन्ति, अतः वयम् अग्रे पश्या द्रक्ष्यामः। इदानीं समयः समाप्तः अतः विरमामः। महोदय सस् धातु मध्ये, सस् धातु मध्ये असस् योगः ताम् अस्ति इति लङ्लकारे, अजलां जशोन्ते जलां जश् ओ जश्न कार्यं करोति, जलां जस् जस् जस् कार्यं न करोति वा चित्तवती अत्र न कार्यं, तकारः जस् नास्ति। अहं महोदय क्षम्यताम्, असत्ताम् परन्तु खरी च कार्यानन्तरं सकारः सकारमेव परन्तु आम् खरी च कार्यं करोति, खरी च कार्यं करोति वा अतः रूपं रूपं का किं भवति महोदय अन्तिमरूपं असस्ता नाम आसस् अहं जलां जश् दशि इति कार्यं करोति चिन्तितवती, परन्तु तकारः जश् वर्णः नास्ति, आं महोदय असस्तामि खरी च कार्यं करोति, परन्तु सकारस्य चर्वर्णः सकारः एव अस्ति। ओ आम् सूत्राणि परजन्यवत् कार्यं कुर्वन्ति इति अस्ति खलु, कार्यं करोति रूपं दृशमेव भवति, भेदः न भवति, परन्तु कार्यं न करोति यतो हि सकारः झश्वर्णः। आम् महोदय, धन्यवादः। धन्यवादः, धन्यवादः, शुभरात्रिः।